सामवेदीय छान्दोग्योपनिषत् अष्टाध्यायी छान्दोग्योपनिषत् तस्याः संक्षेपतः अर्थजिज्ञासुभ्यः ऋजुविवरणम् अल्पग्रन्थमिदमारभ्यते. तत्र सम्बन्धः समस्तं कर्मादिगतं प्राणाज्ञादिदेवताविज्ञानसहितम् अर्चिरादिमार्गेण ब्रह्मप्रतिपत्तिकारणम् केवलं च धूमादिमार्गेण चन्द्रलोकप्रतिपत्तिकारणं स्वभावप्रवृत्तानां च मार्गद्वयपरिभृष्टान् कष्टा अधोगतिः उक्त. न च उभयोः मार्गयोः अन्यत्रस्मिन्नपि मार्गे आत्यन्तिकी पुरुषार्थसिद्धिः इत्यतः कर्मनिरपेक्षम् अद्वैतात्मविज्ञानं संसारगतित्रयहेतूपमर्देन वक्तव्यमिति उपनिषदारभ्यते. न च अद्वैतात्मविज्ञानादन्यत्र आत्यन्तिकी निःश्रेयसप्राप्तिः वक्ष्यतिः. अथ ये अन्यथा अतो विधो अन्यराजानः ते क्षयलोका भवन्ति विपर्ये च सस्वराड्भवति इति. तथा द्वैतविषयानृताभिसन्धस्य बन्धनं तस्करस्यैव तप्तपरशुग्रहणे बन्धदः भावः संसारदुःखप्राप्तिश्च इति उक्त्वा अद्वैतात्मसत्याभिसन्धस्य अतस्करस्यैव तप्तपरशुग्रहणे बन्धदः अभावः संसारदुःखनिवृत्तिः मोक्षश्च इति. अत एव न कर्मसहभावे अद्वैतात्मदर्शनं क्रियाकारकफलभेदोपमर्देन सदेकमेव अद्वितीयम् आत्मैव वेदं सर्वम् इत्येमादिवाक्यजनितस्य बाधकप्रत्यय अनुपत्तेः. कर्मविधिप्रत्ययः इति चेत् न कर्तृभोक्तृस्वभावविज्ञानवतः तज्जनितकर्मफलरागद्वेषादिदोषवतश्च कर्मविधानम् अधिगतसकलवेदार्थस्य कर्मविधानम् अद्वैतज्ञानवतोऽपि कर्म इति चेत् न कर्माधिकृतविषयस्य कर्तृभोक्त्रादिज्ञानस्य स्वाभाविकस्य सदेकमेव द्वितीयम् आत्मैवेदं सर्वम् इति अनेन उपमर्दितत्वम् तस्मात् अविद्यादिदोषवतः एव कर्माणि विधीयन्ते न अद्वैतज्ञानवतः. अत एव हि वक्ष्यते सर्वयेदे पुण्यलोका भवन्ति ब्रह्मसंस्थामृतत्वमेति इति. तत्र एतस्मिन् अद्वैतविद्याप्रकरणे अभ्युदयसाधनानि उपासनानि उच्यन्ते. कैवल्यसन्निकृष्टपदानि च अद्वैतात् ईषद् विकृतभ्रमविषयाणि मनोमयः प्राणशरीरः इत्यादि कर्मसमृद्धिपदानि च कर्माङ्गसम्बन्धीनि. रहस्यसामान्यमनोवृत्तिसामान्याच्च यथा अद्वैतज्ञानं मनोवृत्तिमात्रं तथा अन्यान्यपि उपासनानि मनोवृत्तिरूपाणि इति अस्ति हि सामान्यं. कस्तर्हि अद्वैतज्ञानस्य उपासनानां च विशेषः? उच्यते स्वाभाविकस्य आत्मनि अक्रिये अध्यारोपितस्य कर्तृकारकक्रियाफलभेदविज्ञानस्य निवर्तकम् अद्वैतविज्ञानं. रज्ज्वादविव सर्पादि अध्यारोपलक्षणज्ञानस्य रज्ज्वादिस्वरूपनिश्चयः प्रकाशनिमित्तः. उपासनं तु यथाशास्त्रसमर्पितं किञ्चिदालम्बनम् उपादाय तस्मिन् समाचित्तवृत्तिसन्तानकरणं तद्विलक्षणप्रत्यये अनन्तरितमिति विशेषः. तानि एतानि उपासनानि सत्त्वशुद्धिकरत्वेन वस्तुतत्त्वाभासकत्व अद्वैतज्ञानोपकारकाणि आलम्बनविषयत्वात् सुसाध्यानि च इति पूर्वमुपनिष्यन्ते. तत्र कर्माभ्यासस्य दृढीकृतत्व कर्मपरित्यागेन उपासनैव दुःखं चेतः समर्पणं कर्तुम् इति कर्माङ्गविषयमेव तावदादौ उपासनम् उपन्यस्यते. अक्षरम् उद्गीतम् उपासीत हि उद्गायते तस्य उपव्याख्यानम्. अक्षरम् उद्गीतम् उपासीत एतदक्षरं परमात्मनो अभिधानं नेदिष्टं तस्मिन् हि प्रयुज्यमाने स प्रसीदति प्रियनामग्रहणीव लोकः. तदिह इति परं प्रयुक्तम् अभिधायकत्वात् व्यावर्तितं शब्दस्वरूपमात्रं प्रतीयते. तदा च रुचादिवतो परस्य आत्मनः प्रतीकं सम्बध्यते. एवं नामत्वेन प्रतीकत्वेन च परमात्मोपासनसाधनं श्रेष्ठमिति सर्ववेदान्तेषु अवगतम्। जपकर्मस्वाध्यायादि अन्तेषु बहुशः प्रयोगः प्रसिद्धम् अस्य श्रैष्ठ्यम्। अतः तदेतदक्षरं वर्णात्मकम् उद्गीतभक्त्यवयवत्वात् उद्गीतशब्दवाच्यमुपासीत्। कर्माङ्ग अवयवभूते परमात्मप्रतीके दृढाम् ऐकाग्र्यलक्षणां मतिं सन्तनयात्। स्वयमेव श्रुतिः उद्गीतशब्दवाच्यत्वहेतुनः हि उद्गायते। एतदारभ्य हि यस्मादुद्गायति यतः उद्गीतः इत्यर्थः। तस्य अक्षरस्य उपव्याख्यानम्। एवम् उपासनम्, एवं विभूति, एवं फलम् इत्यादि कथनम् उपव्याख्यानम्। प्रवर्तते इति वाक्यशेषः। एषा भूतानां पृथिवीरथः, पृथिव्यापोरथः, अपामोषधयोरथः, ओषधीनां पुरुषोरथः, पुरुषस्य वाग्रसो वाचः, रुग्रसः, रुचः, साम्रसः, साम्नः, उद्गीथोरसः। येषां चराचरान् भूतानां पृथिवीरसो गतिः परायणम् अवष्टम्। पृथिव्या आपोरसः अप्सुहि ओता च प्रोता च पृथिवी, अतः तारसः पृथिव्यः। अपामोषधीयोरसः अपरिमाणत्वात् ओषधिः। तासां पुरुषोरसः अन्नपरिणामत्वात् पुरुषस्य। तस्यापि पुरुषस्य वाग्रसः। पुरुषावयवानां हि वाक्सारिष्ठ। अतो वाक् पुरुषस्य रस उच्यते। तस्यापि वाचः रुग्रसः सारतर, रुचः सामरसः सारतरम्। तस्यापि साम्नः उद्गीतः सारतरः। स एष रसानागमरसतमः परार्ध्यो अष्टमो यदुद्गीतः। एवं स एष उद्गीतः भूतादीनाम् उत्तरोत्तररसानाम् अतिशयेन रसः रसतमः परमः परमात्मप्रतीकत्व परार्ध्यो अर्धं स्थान परं च तदर्धं च परार्धं तदर्हतीति परार्ध्यः परमात्मस्थानार्हः परमात्मवतु उपास्यत्वादित्यभिप्रायः। अष्टमः पृथिव्यादिरससङ्ख्यायां यदुद्गीतः य उद्गीतः। कथमा कथमा रक् कथमत् कथमत् सामा कथमः कथम उद्गीतः इति विमृष्टं भवति। वाचः रुग्रसः इत्युक्तं कथमा स रुक् कथमत् तत्साम कथमो वा स उद्गीतः। कथमा कथमा इति वीप्स आदरार्थ। ननु वा बहूनां जातिपरिप्रश्ने डदम न हि अत्र रुग्जातिबहुत्वं कथं डतमच् प्रयोगः नैष दोषः। जातौ परिप्रश्नो जातिपरिप्रश्नः इति एतस्मिन् विग्रहे जातौ ऋग्व्यक्तीनां बहुत्वोत्पत्तिः न तु जातेः परिप्रश्नः इति विगृह्यते। ननु जातेः परिप्रश्नः इति अस्मिन् विग्रहे कथमः कटः इत्यादि उदाहरणम् उत्पन्नं। जातौ परिप्रश्नः इत्यत्र तु न युज्यते। तत्रापि घटादि जातवेव व्यक्तिबहुत्वाभिप्रायेण परिप्रश्नः इति अदोषः। यदि जातेः परिप्रश्नस्य कथम कथमारो इत्यादौ उपसङ्ख्यानं कर्तव्यं स्यात् विमृष्टं भवति विमर्शः कृतो भवति। वागेव रुक्प्राणः साम एतदक्षरम् उद्गीतः तद्वा एतन्मिथुनं यद्वाक्च प्राणश्च रुक्च साम च। विमर्शेः कृते सति प्रतिवचनोक्तिः उत्पन्न वागेव प्राणः सामयति। वाग्रुचोः एकत्वेपि न अष्टमत्वव्यागात्। पूर्वस्मात् वाक्यान्तरत्वात् आप्तिगुणसिद्धिः। वाक्प्राणौ रुक्सामयोनि इति वागेव रुक् प्राणः साम इति उच्यते। यथाक्रमं रुक्सामयोन्योः वाक्प्राणयोः ग्रहणीः सर्वासां ऋचां सर्वेषां च साम्नाम् अवरोधकृतस्य। सर्वऋक्सामवरोधे च ऋक्सामसाध्यानां कर्मणाम् अवरोधकृतस्य। तदवरोधे च सर्वे कामाः अवरुद्धाः स्युः। एतदक्षरम् उद्गीत इति भक्त्या शङ्का निवर्तते. तद्वा एतदिति मिथुनं निर्दिश्यते. किं तन्मिथुनम् इत्याह यद्वाक्च प्राणश्च सर्वऋक्सामकारणभूतौ मिथुनम्. ऋक् च साम च इति ऋक्सामकारणभूतौ ऋक्सामशब्दोक्तौ इत्यर्थः. न तु स्वतन्त्रं ऋक् च साम च मिथुनम्. अन्यथा हि वाक् च प्राणश्च इति एकं मिथुनं ऋक्साम च अपरं मिथुनमिति द्वे मिथुने स्यात्. तथा च तदेतन्मिथुनम् इति एकवचननिर्देशो अनुपन्नस्य. तस्मात् ऋक्सामयोन्योः वाक्प्राणयोरेव मिथुनत्वं. तदेतन्मिथुनम् एतस्मिन् अक्षरे सकं सृज्यते यदा वै मिथुनौ समागच्छत अपयतो वै तौ अन्यं न्यसिकामम्. तदेतद् एवं लक्षणं मिथुनम् एतस्मिन् अक्षरे संसृज्यते. एवं सर्वकामाप्तिगुणविशिष्टं मिथुनं संसृष्टं विद्यते इति सर्वकामाप्तिगुणवत्त्वं सिद्धम्. वाङ्मयत्वं प्राणनिष्पाद्यत्वं च मिथुनेन संसृष्टत्वं मिथुनस्य कामापयितृत्वं प्रसिद्धमिति दृष्टान्तः उक्तः. आपयिता हविकामानाम् अवतीय एतदिं विद्वान् अक्षरमुद्गीतम् उपास्ते. तदुपासकोऽपि उद्गात तद्धर्मा भवति इत्याह आपयिता हविकामान यजमानस्य भवति य एतदक्षरम् एवम् आप्तिगुणव उद्गीतम् उपास्ते तस्य एतद् यथोक्तं फलम् इत्यर्थः. तं यथा यथोपासते तदेव भवति इति श्रुतेः.